पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 243 शङ्कर उवाच अथ तस्मिन् दिने पुण्ये शुभलग्ने शुभान्विते मङ्गलस्याभिषेकार्थं मङ्गलं चक्रिरे जनाः वसिष्ठो वामदेवश्च जाबालिरथकश्यपः मार्कण्डेयश्च मौद्गल्यः पर्वतो नारदस्तथा एते महर्षयस्तत्र जपहोमपुरःसरम् अभिषेकं शुभं चक्रुर्मुनयो राजसत्तमं नानारत्नमये दिव्ये हेमपीठे शुभान्विदे निवेश्य सीतया सार्धं श्रिया इव जनार्दनं सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः सर्वतीर्थोदकैः पुण्यैः माङ्गल्यद्रव्यसंयुतैः दूर्वाग्रतुलसीपत्र पुष्पगन्धसमन्वितैः मन्त्रपूतजलैः शुद्धैर्मुनयः संशितव्रताः अजपन्वैष्णवान् सूक्तान् चतुर्वेदमयान् शुभान् अभिषेकं शुभं चक्रुः काकुत्स्थं जगदःपदिं तस्मिन् शुभतमे लग्ने देवदुन्दुभयो दिवि विनेदु पुष्पवर्षाणि ववृषुश्च समन्ततः दिव्याम्बरैर्भूषणैश्च दिव्यगन्धानुलेपनैः पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघुद्वहः अलङ्कृतश्च शुशुभे मुनिभिर्वेदपारगैः छत्रं च चामरं दिव्यं धृतवान् लक्ष्मणस्तदा पार्श्वे भरतशत्रुघ्नौ तालवृन्दौ विरेजदुः दर्पणं प्रददौ श्रीमान् राक्षसेन्द्रो विभीषणः दधारपूर्णकलशं सुग्रीवो वानरेश्वरः जाम्बवांश्च महातेजाः पुष्पमालां मनोहराम् वालिपुत्रस्तु ताम्बूलं सकर्पूरं ददौ हरेः हनुमान् दीपकां दिव्यां सुषेणश्च ध्वजं शुभम् परिवार्य महात्मानं मन्त्रिणः समुपासिरे सृष्टिर्जयन्तो विजय सौराष्ट्रो राष्ट्रवर्धनः अकोपो धर्मपालश्च सुमन्त्रो मन्त्रिणः स्मृताः राजानश्च नरव्याघ्रा नानाजनपदेश्वराः पौराश्च नैगमावृद्धा राजानं पर्युपासत वृक्षैश्च वानरेन्द्रैश्च मन्त्रिभिः पृथिवीश्वरैः राक्षसैर्द्विजमुख्यैश्च किङ्करैश्च समावृतः परे व्योम्नि यथालीनो दैवधैः कमलापतिः तथा नृपवरश्रीमान् साकेदे शुशुभे तदा इन्दीवरदलश्यामं पद्मपत्रनिभेक्षणम् आजानुबाहुं काकुत्स्थं पीतवस्त्रधरं हरिं कम्बुग्रीवं महोरस्कं विचित्राभरणैर्युतम् देव्या सह समासीनमभिषिक्तं रघूत्तमं विमानस्तासुरगणा हर्षनिर्भरमानसाः तुवुर्जयशब्देन गन्धर्वाप्सरसां गणः अभिषिक्तस्तमो रामो वसिष्ठाद्यैर्महर्षिभिः शुशुभे सीतया देव्या नारायण इव श्रिया अधिमर्त्यतया भीद उपासीदुं पदाम्बुजम् दृष्ट्वा तुष्टावहृष्टात्मा शङ्करो हृष्टमागतः कृताञ्जलि पुडो भूत्वा सानन्दो गद्गदाकुलः हर्षयन् सकलान् देवान् मुनीनपि च वानरान् महादेव उवाच नमो मूलप्रकृतये नित्याय परमात्मने सच्चिदानन्दरूपाय विश्वरूपाय वेधसे नमो निरन्तरानन्दकन्दमूलाय विष्णवे जगत्त्रयकृदानन्दमूर्तये दिव्यमूर्तये नमो ब्रह्मेन्द्रपूज्याय शङ्कराभयदाय च नमो विष्णुस्वरूपाय सर्वरूप नमो नमः उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने नमोस्तु निर्गतोपाधिस्वरूपाय महात्मने अनया विद्यया देव्या सीतयोपाधिकारिणे नमः पुंप्रकृतिभ्यां च युवाभ्यां जगदां कृते जगन्मातापितृभ्यां च जनन्यै राघवाय च नमः प्रपञ्चरूपिण्यै निष्प्रपञ्चस्वरूपिणे नमो ध्यानस्वरूपिण्यै योगिध्येयात्ममूर्तये परिणामापरिणामरिक्ताभ्यां च नमो नमः कूटस्थबीजरूपिण्यै सीतायै राघवाय च सीता लक्ष्मीर्भवान् विष्णुः सीता गौरी भवान् शिवः सीता स्वयं हि सावित्री भवान् ब्रह्मा चतुर्मुखः सीता शची भवान् शक्रः सीता स्वाहा नलो भवान् सीता संहारिणी देवी यमरूपधरो भवान् सीता हि सर्वसम्पद्भिः कुबेरस्त्वं रघूत्तमा सीता देवी च रुद्राणि भवान् रुद्रो महाबलः सीता तु रोहिणी देवी चन्द्रस्त्वं लोकसौख्यतः सीता संज्ञा भवान् सूर्यसीता रात्रिर्दिवा भवान् सीता देवी महाकाली महाकालो भवान् सदा स्त्रीलिङ्गेषु त्रिलोकेषु यत्तत्सर्वं हि जानकी पुन्नाम लाञ्छितं यत्तु तत्सर्वं हि भवान् प्रभो सर्वत्र सर्वदेवेश सीता सर्वत्र धारिणी तदा त्वमपि चत्रादुं तच्चक्रिर्विश्वधारिणी तस्मात् कोटिगुणं पुण्यं युवाभ्यां परिचिह्नितं चिह्नितं शिवशक्तिभ्यां चरितं तव शान्तिदम् आवां रामजगत्पूज्यौ मम पूज्यौ सदा युवां त्वन्नाम जापिनी गौरी त्वन्मन्त्रजपवानहम् मुमूषो मणिकर्ण्यां तु अर्धोदकनिवासिनः अहं दिशामि ते मन्त्रं तारकं ब्रह्मदायकम् अतस्त्वं जानकीनाथ परब्रह्मासि निश्चितं त्वन्मया मोहिता सर्वे न त्वां जानन्ति तत्त्वदः ईश्वर उवाच इत्युक्तः शम्भुना रामप्रसादप्रवणोऽभवद दिव्यरूपधर श्रीमानद्भुताद्भुतदर्शनः तथा तं रूपमालोक्य नरवानरदेवताः न द्रष्टुमपि शक्तास्ते तेजसं महदद्भुतं भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चादिभक्तितः भीदा विज्ञाय रामोऽपि नरवानरदेवताः माया मानुषदां प्राप्य स देवानब्रवीत् पुनः रामचन्द्र उवाच शृणुध्वं देवदायो मां प्रत्यहं संस्तुविष्यति तवेन शम्भुनोक्तेन देवतुल्यो भवेन्नरः विमुक्तः सर्वपापेभ्यो मत्स्वरूपं समश्नुते रणे जयमवाप्नोति न क्वचित् प्रतिहन्यते भूतवेदालकृत्याभिर्ग्रहैश्चापि न बाध्यते अपुत्रो लभते पुत्रं पदिं विन्दति कन्यका दरिद्रश्रियमाप्नोति सत्त्ववाञ्छीलवान् भवेत् आत्मतुल्यबलश्रीमान् जायते नात्र संशयः निर्विघ्नं सर्वकार्येषु सर्वारम्भेषु वै नृणां यं यं कामयदे मर्त्यः सुदुर्लभमनोरथं षण्मासात् सिद्धिमाप्नोति तव स्यास्य प्रसादः यत्पुण्यं सर्वतीर्थेषु सर्वयज्ञेषु यद्फलं तद्फलं कोटिगुणितं स्तवेनानेन लभ्यते ईश्वर उवाच इत्युक्त्वा रामचन्द्रोऽसौ विससर्जमहेश्वरं ब्रह्मादि त्रिदशान् सर्वान् विससर्ज समागतान् अर्चिता मानवा सर्वे नरवानरदेवताः विसृष्टा रामचन्द्रेण प्रीत्या परमया युधाः युद्धं विसृष्टा खलु तेज सर्वे सुखं तदा जग्मुरदीव हृष्टाः परं पठन्तस्तवमीश्वरोक्तं रामं स्मरन्तो वर विश्वरूपम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे विश्वदर्शनं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ओम्।